सर्वेषां स्वागतम्। अद्यतनविषयः कर्मणि भावे च इति अस्ति। गते सप्ताहे अस्मिन् विषये अस्माभिः किञ्चित् दृष्टमासीत्। पुनः कः इति आदौ यः भागः आसीत् तद् वयं पुनः सः भागः अस्माभिः पुनः परिशील्यते अधुना। तर्हि प्रथमम् आसीत् अस्माकं किम् आसीत्, सार्वधातुके यक् इति सूत्रं दृष्टमासीत्। सूत्रं वदति धातोः यक् प्रत्ययः परे भवति, परश्च भावकर्मवाचिनि सार्वधातुके इति। यक् प्रत्ययः भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे भवति, विधीयते इति यक् प्रत्यये विधानसूत्रमस्ति। उदाहरणार्थं वयं गम्यते इति वदामः, उच्यते इति, तत्र सर्वत्र यकारः मध्ये श्रूयते। तर्हि यकारः तु यक् प्रत्ययः वर्तते, यक् प्रत्यये विधायकं सूत्रमस्ति सार्वधातुके यक् इति। अत्र सार्वधातुके यक् इति वदनेन कः आशयः इत्युक्ते, तत्र तिङ् प्रत्ययः यदि कर्मणि विवक्षा अस्ति चेत् तर्हि लकारः आयाति, धातोः उपरि लकारः आयाति, लकारस्य स्थाने तिङ् प्रत्ययः विधीयन्ते। तिङ्क्षित् सार्वधातुकम् अनेन तिङ् प्रत्ययाः तु सार्वधातुकसंज्ञकाः भवन्ति। तर्हि यत्र विवक्षाभावे प्रयोगः वा कर्मणि प्रयोगः वा अस्ति चेत् तर्हि मध्ये यक् प्रत्ययः विधीयते। यत्र मनसि एव भाववाचककर्मवाचक इति वयं कर्मणि प्रयोगः इति चिन्तयामः, तत्रैव यक् प्रत्ययः आगत्य उपविशति। तर्हि अत्र आर्दात् अत्र यक् प्रत्ययः कीदृशः इति अग्रे उक्तमस्ति। यक् प्रत्ययः अस्माभिः यत्र प्रत्ययः कीदृशः इति अवगन्तुं सूत्रद्वयं पठितमासीत्। एकमस्ति तिङ्क्षित् सार्वधातुकम् इति, द्वितीयसूत्रमस्ति आर्धातुकं शेषः इति। तर्हि यक् प्रत्ययः तिङ्गपि नास्ति, षित्तपि नास्ति इत्यतः यक् प्रत्ययः आर्धधातुकं शेषः अनेन गृह्यते। तर्हि तस्य आर्धधातुकसंज्ञा भवति, तिंशत् भिन्नः अस्ति इति कृत्वा। अस्तु, अनन्तरं मुख्य अंशः अत्र अस्ति, नूतन अंशः अस्ति, यत्र वयं आर्धातुकप्रत्ययः इति वदामः, संज्ञकः इति वदामः, तत्र सर्वत्र तु तिङ्क्षित् भिन्नप्रत्ययः आर्धधातुकप्रत्ययः इति वक्तुं न शक्यते इति मुख्यांशः अस्ति। तर्हि तद् पुनः एकवारम् अयं भागं पठित्वा अग्रे गच्छामः। अनन्तरम् आसीत् अस्माकं चिन्तनं किम् आसीत् इत्युक्ते, आर्धधातुकप्रक्रयः एकमध्ये उपविशति इति इत्यतः धातुः साक्षात् तिङ्प्रत्ययं न पश्यति इत्यतः आर्धधातुकप्रक्रिया भवति। अत्र तु कर्तरि शप् इत्यस्य विधानं न भवति, तर्हि गणभेदः अपि न वर्तते इति विषयः। तर्हि ततः आरभ्य पठामः एकवारम्। अरुणा भगिनी, अत्र आर्धधातुकं शेषः इति सूत्रे धातोः इत्यस्य अधिकारः द्वयोः सूत्रयोः इति अस्ति खलु, ततः आरभ्य पठति। आर्धधातुकं शेषः इति सूत्रे धातोः इत्यस्य अधिकारः द्वयोः सूत्रयोः अनेन च द्विवारं सूत्रे आयाति, फलम् एवम् अस्ति। यः प्रत्ययः धातोः विधीयते अपि च विधायकसूत्रे साक्षात् धातोः इति उच्यते, सः एव अर्धधातुकसंज्ञकः। अनेन गुप्तिकद्भ्यः सन् इत्यस्मिन् यद्यपि सन् प्रत्ययः धातोः विधीयते, तथापि सूत्रे साक्षात् धातोः इति पदं नायाति इत्यस्मात् सन् प्रत्ययः आर्धधातुकः नास्ति। तदर्थम् आर्धधातुकस्य बलादेः इत्यस्य प्रसक्तिः नास्ति। यस्मात् सन् प्रत्ययः यद्यपि बलादि, तथापि तस्य इडागमः न भवति, जुगुप्सति। अत्र सूत्रं वदति आर्धधातुकं शेषः इति सूत्रे धातोः अधिकारे अस्ति। अत्र द्वे सूत्रे स्तः प्रथमं यः प्रत्यय धातोः विधीयते प्रत्यक्ष साक्षात् धातोः इति उच्यते, स एव आर्धधातुकसंज्ञः भवति। अनेन गुप्तिच् किद्भ्यः सन् इत्यस्मिन् सूत्रे यद्यपि सन् प्रत्ययः धातोः विधेयते तदपि सूत्रे साक्षात् धातोः इति न दत्तं, ततः आदुधातुकः संज्ञा न भवति सन् प्रत्यय. तदेव तदर्थं किमर्थं धातु भवति इति चेत् आर्धधातुकस्य द्वलादे सूत्रः प्रसक्तिः न आगच्छति सन् प्रत्यय आगच्छसमये योजनसमये आर्धधातुकस्य द्वलादेः इत्यस्य प्रसक्तिः नास्ति. तस्मात् सन् प्रक्रिया यदपि वलादि तथापि तस्य इदागमः न भवति. सूत्रे धातोः प्रत्यक्ष साक्षात् विधीयते इति अस्ति चेत् तदेव आर्धधातुकसंज्ञा भवति यक् प्रत्यय आर्धधातुकप्रत्यय. परन्तु सन् प्रत्यय धातोः अधिकारे नास्ति इति अहं मन्ये. अतः अत्र वदतु भगिनि, भवती पूरयतु, क्षम्यतां, पूरयतु, वदतु भगिनि, कृपया वदतु, क्षम्यतां, मध्ये धातोः प्रत्यय साक्षात् विधीयते एव आर्धधातुकसंज्ञा भवति. प्रत्यय आर्धधातुकप्रत्यय इति नामकरणं भवति. सन् प्रत्ययविषये साक्षात् इति न वदति, तत्र आर्धधातुकप्रक्रिया कार्याणि न भवति. किमस्ति चेत् इद्वला सन् इति वल् प्रत्ययः, परन्तु इदागम न भवति आर्धतस्य कृत्वादि इति सूत्रेण इदागमः न भवति सन् प्रत्ययपरे. अत्र धन्यवादः. अत्र आर्धधातुकः शेष आर्धधातुकं शेषः इत्यस्मिन् सूत्रे धातोः इति 3.1.12 तः अधिकारसूत्रं तत्र अस्ति. अधिकारसूत्रम् इति धातोः इति अधिकारसूत्रं वर्तते. ततः अपि धातोः इति अधिकारः इति कृत्वा तत्र आयाति, तस्य धातोः इति अधिकारः तस्मिन्नपि आयाति आर्धधातुकं शेषः इति सूत्रेपि. अनन्तरं धातोः यदेकाचो हलादेः क्रियासमभिहारे यङ् इति यङ् विधायकसूत्रेण पुनः तत्र धातोः इत्यस्य अधिकारः एव अस्ति, ततः अनुवृत्तिः आयाति. तर्हि द्विवारं धातोः इति अनुवृत्तिः अस्ति आर्धधातुकं शेषः इति सूत्रे. अनेन किं ज्ञायते इत्युक्ते यत्र यत्र आर्धधातुकसंज्ञा यत्र भवति इति प्रश्ने सति तत्र तु विधिद्वयं वर्तते. एकम् अस्ति धातुतः विधीयते इति प्रथमनियमः अस्ति, धातोः परे भवतु इति प्रथमनियमः, पूर्वं किमपि नास्ति खलु, परे भवतु इति तस्य न प्रथमनियमः अस्ति. द्वितीयनियमः वर्तते अत्र सूत्रे यत्र प्रत्ययविधायकं सूत्रं भवति खलु, उदाहरणार्थम् अत्र सार्वधातुके यक् इति प्रत्ययविधानसूत्रमस्ति, तादृशसूत्रं येन प्रत्ययः विधीयते तस्मिन्नपि धातोः इति वक्तव्यम्. तस्मिन् तादृशविधायकसूत्रे धातोः इति न उक्तं चेत् तादृशप्रत्ययः यद्यपि धातोः परे आयाति तथापि तस्य आर्धधातुकसंज्ञा न भवति इति. अस्माभिः पूर्वम् अस्माकं मम मनसि एवमेव दृष्टान्तः आसीत्, प्रत्ययः धातुभ्यः विधीयते द्विविधाः, सार्वधातुकः नो चेत् आर्धधातुकः इति मम मनसि आसीत्. अधुना किम् अवगच्छामि इत्युक्ते केवलं सार्वधातुकः आर्धधातुकः इति भेदः नास्ति, पुनः अग्रे अपि अस्ति, तृतीयभेदः अपि वर्तते, यः प्रत्ययः आर्धधातुकः अपि नास्ति सार्वधातुकः अपि नास्ति, किन्तु धातुतः अपि विदधानं धातुतः विदधानं भवति इति. उदाहरणार्थम् अत्र महोदयेन गुप् टिच् किद्भ्यः सन् इति उक्तमस्ति, एते सर्वे तु धातवः सन्ति, तेभ्यः सन् प्रत्ययः इति उक्तमस्ति, किन्तु धातोः इति तस्य अधिकारः अपि नास्ति, सूत्रे अपि न उल्लिखितमस्ति इत्यनेन इति कृत्वा सन् प्रत्ययः आर्धधातुकप्रत्ययः नास्ति. तर्हि यत् यत् कार्यम् आर्धधातुकसंज्ञकप्रत्ययानां यत्यत् कार्यनियमाः विधिकार्याणि सन्ति तादृशकार्याणि अस्य प्रत्ययस्य न सम्भवति इति. उदाहरणार्थं यथा यदा भगिन्या उक्तम् आर्धातुकस्य इड् वलादेः इति सूत्रेण अत्र इदागमः न भवति सन् प्रत्ययस्य यद्यपि वलादिः अस्ति इति. धन्यवादः भगिनि. महोदय, अत्र एकः सन्देहः, सूत्रयोः द्वयोः सूत्रयोः अत्र अस्ति पदमस्ति, अनेन द्विवारं सूत्रे आयाति इति दत्तं न, तस्य अर्थः मनसि न न अस्तु महोदय. एकवारम् आर्धधातुकशेषः इति सूत्रम् अनुवृत्तिसहितम् उक्तमस्ति खलु, पूर्णतया पठतु महोदय तस्मिन् सः स्तम्भागं पूर्णतया महोदय. धातोः परश्च शेषः प्रत्ययः आर्धधातुकम् धातोः वीतः किञ्चित् भिन्नः प्रत्ययः आर्धधातुकसंयोगः भवति तत् अहं वच्छामि. आर्धधातुकं प्रथमान्तं, शेषः प्रथमान्तं द्विवारं सूत्रं द्विपदं सूत्रं, प्रत्ययः परस्य धातोः तेषाम् अधिकारः. तत्र प्रथमधातोः इति एकम् अधिकारसूत्रमस्ति, एक प्रथम अधिकारसूत्रः अस्ति, धातोः इति अधिकारसूत्रः अस्ति खलु 3.1.12 इति प्रत्ययस्य प्रथमपादस्य द्वादशसूत्रं तमसूत्रम्. अग्रे पठतु, तत्तु प्रथमधातोः इति विधानमस्ति, तत्र नियमः धातोरेका च हलादेः क्रियासमाभिहारे यम् इत्यस्मात् धातोः इत्यस्य अधिकारः अनुवृत्तिः धातोः इत्यस्य अधिकारः. यद्यपि पूर्वं 3.1.12 अधिकारः आगतः धातोः इति, तथापि पुनः धातोः इत्यस्य अधिकारः कुतः आगच्छति, धातोः एकाचो धातोरेकाचो हलादेः क्रियासमिभिहारे यङ् इति सूत्रतः पुनः धातोः इति अधिकारसूत्रमस्ति इति सः भागः अनुवर्तते. साधारणतया अधिकारसूत्रम् इत्युक्ते 3.1.12 इत्युक्ते अन्यपर्यन्तं कश्चन सूत्रः अस्ति, परन्तु अधिकारसूत्रं द्विवारम् आगच्छति साधारणतया. केवलम् अधिकारसूत्रम् अस्ति चेत् केवलं पृथक्तया वक्तव्यम् इति नास्ति, पूर्वतनसूत्रस्यापि अधिकारः भवितुम् अर्हति. पूर्वस्मात् सूत्रात् अपि अधिकारः भवितुम्, अन्यसूत्रेषु अपि अधिकारः अनुवर्तयितुं शक्नुमः. अधिकारः इत्युक्ते केवलं तत्र नियततया अनुवृत्तिः भवति इति एव सारांशः. अस्तु महोदय, तर्हि धातोः इति अधिकारसूत्रम् इति ततः आरभ्य 3.1.12 आरभ्य सर्वेषां सूत्राणां धातोः इति पाणिनिना उक्तमस्ति, अधिकारः इति कृत्वा सर्वत्र अनुवृत्तिः आयाति. पुनः किं भवति, धातोः यद्यपि धातोः इति अधिकारसूत्रमस्ति तथापि पाणिनिना पुनः उक्तमस्ति, धातोरेकाचो हलादेः क्रियाविहारे यङ् इति पुनः उक्तमस्ति. किमर्थं पुनः पाणिनिः धातोः इति उक्तवान्? केवलम् एकाचो हलादेः क्रियासमिभिहारे यङ् इति पर्याप्तमासीत् खलु, किमर्थं पुनः पाणिनिः धातोः इति उल्लिखितवान्? किमर्थम् इत्युक्ते अस्य एव आशयस्य कारणतः इति, एतदेव सः तस्य आशयः इति. इत्युक्ते यङ् प्रत्ययः आर्धधातुकप्रत्ययः इति वक्तुं सः पुनः धातोः इति उक्तवान्, तथा एव अग्रे अपि इत्यस्मिन् अपि धातोः इति द्विवारम् आगच्छति. अस्तु महोदय, अनुवृत्तिसहितसूत्रम् अर्थः धातोः परस्य शेषः प्रत्ययः आर्धधातुकम् इति दत्तं, परस्य शेषः इत्युक्ते साधारणतया परस्य परस्य शेषः इति अत्र तिंशित् सार्वधातुकम् इति तेन कः आशयः, धातोः परः यदि तिङ् वा षित् वा अस्ति चेत् सार्वधातुकसंज्ञकः इति वदामः खलु, अन्ये सर्वे प्रत्ययाः इति अर्थे शेषः इति, शेषः प्रत्ययः इति शेषः अर्धधातुकः. परन्तु द्विवारम् अत्र अनुवृत्तिसहितसूत्रे द्विवारं धातोः इति न दत्तं, धातोः इति आशयः तु तदेव अस्ति खलु, पूर्वमुक्तमस्ति. द्विवारं वदनेन को लाभः इत्युक्ते अस्माकम् अवगमनार्थं पुनः महोदय वदति तावदेव. अस्तु, धन्यवादः. तर्हि अस्य कः आशयः इत्युक्ते द्विवारं धातोः इति अनुवृत्तिः आयाति, कः पाणिनेः आशयः कः इत्युक्ते यत्र प्रत्ययविधायकसूत्रे अपि धातोः इति भवितव्यं, नो चेत् तस्य यद्यपि धातोः अनन्तरं विधीयते तथापि धातोः इति साक्षात् विधायकसूत्रे उल्लिखितमस्ति चेत् एव तस्य अर्धधातुकसंज्ञा भवति इति नियमः नियमे इति अत्र. अस्तु धन्यवादः. अनन्तरम् अस्माभिः दृष्टमासीत् एक् प्रत्ययस्य स्वभावः कः इति. वयं तु जानीमः एक् प्रत्ययः अस्ति इति कृत्वा ङिति चैत्येन प्रथमगुणनिषेधः. द्वितीयम् अस्माकं पुनः ङित् इत्यस्मिन् अस्माभिः यत्किमपि दृष्टं तदेव त्रीणि कार्याणि सन्ति अत्रापि. अनिदितां हलोपदायं ङिति इति इत्यनेन अनिदितां धातूनाम् इदित् नास्ति. यस्य धातुः इदित् यः धातुः इदित् नास्ति तादृश अनिदित् धातुः इति वदामः खलु. तर्हि अनिदित् धातूनाम् उपधाभूतस्य नकारस्य लोपः भवति इति. अनन्तरं सम्प्रसारणकार्यमपि, सम्प्रसारणस्य कृते सूत्रद्वयम् अतीतम् आसीत्. वचिस्वपि यजादीनां किति गृही ज्यावयि व्यधि वष्टि विचति विचति वृच्छति पृच्छति भृञ्जतीनां इति चेति अस्माभिः एतावत्पर्यन्तं गते सप्ताहे दृष्टम्. अग्रे सरेम. पुष्पा भगिनी पठति किं भगिनि? आं भगिनि, एकनिमिषं भगिनि. कोऽपि वदतु भगिनि. न शक्यते किम् अधुना पठितुम् अवकाशः? ओ ओ अस्तु अस्तु. अनन्तरं तर्हि पठतु. अधुना सरला भगिनि भगिनि. भगिनि सरला भगिनि अस्तु भगिनि श्रुतवती. अस्तु, पदस्य निर्णय भावे प्रयोगे कर्मणि प्रयोगे च सर्वेभ्य धातुभ्य आत्मनेपदसंज्ञका तिङ् प्रत्यया एव विधीयन्ते. भावकर्मणोः प्रथमदश तृतीयपादे त्रयोदशसूत्रं भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिन भवन्ति. भावश्च कर्मश्च तयो इतरेतरद्वन्द्वौ भावकर्मणि तयो भावकर्मणोः सप्तम्यन्तम् एकपदम् इदं सूत्रम्. अत्र विषयसप्तमी अनुदात्तङ्यत आत्मनेपदम् इत्यस्मात् आत्मनेपदम् इत्यस्य अनुवृत्तिः. अनुवृत्तिसहितसूत्रं भावकर्मणो आत्मनेपदम्. भावकर्मणो इति सूत्रं वदति यदि विवक्षा भावार्थे वा कर्मणि अस्ति तद् तेषां योज्यं भवति ते आत्मनेपदी न भवन्ति इति अस्ति. अनुवृत्तिसहितसूत्रे भावकर्मणो आत्मनेपदं. सो भावार्थे वा कर्मणि अर्थे आत्मनेपदी प्रत्ययाः आगच्छन्ति. तत्र पुरुषनिर्णय वचननिर्णय च अकर्मकधातूनां भावे प्रयोगः भवति. सकर्मकधातूनां कर्मणि प्रयोगः भवति. भावे प्रयोगे तिङन्तरूपाणि केवलं प्रथमपुरुषस्य एकवचनम् एव भवन्ति. कर्मणि प्रयोगे तिङन्तरूपाणि त्रिषु पुरुषेषु त्रिषु वचनेषु च भवन्ति. पुरुषवचनचेसा कानि नियमानि सन्ति. भावार्थे यदि प्रयोगः अस्ति तत्र सदा एकवचने प्रथमपुरुष एकवचने प्रयोगं भवति. कर्मणि प्रयोगे त्रिषु वचनेषु त्रिषु लिङ्गेषु पुरुषेषु वचनेषु अपि भवति प्रयोग तिङन्त प्रत्ययानाम् आत्मनेपदी इति तिङ्गप्रत्ययानाम्. एतावत् पर्यन्तं पदनिर्माणार्थं यत्र पदम् आत्मनेपदं वा परस्मैपदं वा भवति कुत्र भवति इति अस्माभिः सूत्रत्रयं दृष्टम् आसीत् खलु. प्रथमम् आसीत् अनुदात्तनितः आत्मनेपदम् इति आत्मनेपदविधायकसूत्रं. अनेन वृत्तिति धातोः वर्तते इति आत्मनेपदीरूपं प्राप्नोति अनुदातनितः इति कृत्वा. द्वितीयम् आसीत् स्वरितनितः कर्त्रभिप्राये क्रियाफले इत्यनेन उभयपदिनः भवति. अनन्तरं स्वरित नो स्वरः नो चेत् नित् अस्ति चेत् धातुः नित् अस्ति चेत् उभयपदिनः भवन्ति इति. तृतीयम् आसीत् किमस्ति शेषात् कर्तरि परस्मैपदमिति आसीत्. तर्हि कर्तृप्रयोगे अन्यथा तु परस्मैपदिनः भवन्ति इति दृष्टम्. अधुना चतुर्थसूत्रमस्ति, अनेन पदसंज्ञा पदं किमस्ति विदधाति खलु. तर्हि भावकर्मणोः इत्यनेन यत्र भाववाचक वा कर्मवाचिनः सन्ति चेत् तेषां तु आत्मनेपदिनः, तत्र तु पदत्वं तु आत्मनेपदिनः भवन्ति. द्वितीयमपि अत्र अस्ति, वदतु महोदय. चत्वारः सूत्रः वदति न इदानीं तस्य संख्या. आं महोदय वदामि. 1312 इति प्रथमम् अस्ति, अनन्तरं अनुदात 1312. अस्तु महोदय, प्रथम अध्यायस्य तृतीयपादस्य द्वादशसूत्रम्. स्वरितनितः कर्तृभिप्राये क्रियापदे इति तस्य संख्या स्वरितनितः कर्तृ 172. अनन्तरं शेषात् कर्तरि परस्मैपदम् तदस्ति 1378 अस्ति. 78 अस्ति शेषात् कर्तरि परस्मैपदम् इति. महोदय अत्र एतत् भावकर्मणोः इति भावकर्मणोः आत्मनेपदम् इति सूत्रं तु साक्षात् अनुदातनितः आत्मनेपदम् इति प्रथमसूत्रमस्ति खलु, तस्यैव द्वितीयसूत्रमस्ति, तस्मात् एव आत्मनेपदम् इति अनुवृत्तिः आगच्छति खलु. 1312 अनुदातनितः आत्मनेपदम् इति सूत्रं, तस्यैव अग्रिमसूत्रमस्ति भावकर्मणोः, अनेनपि आत्मनेपदस्य प्राप्नुमः. अनन्तरम् आसीत् पुरुषनिर्णयः वचननिर्णयः इति दत्तमस्ति. अकर्मकधातूनां भावे प्रयोगः भवति, सकर्मकधातूनां कर्मणि प्रयोगः भवति इति वयं जानीमः एव. अस्य सूत्रं विधायकसूत्रमस्ति, लह कर्मणि च भावे अकर्मकेभ्यः इति सूत्रमस्ति. अत्र महोदयेन किमर्थं न महोदय प्रायः जाटिल्यं मास्तु किं न दत्तवान् इति मन्ये. अनेन किं भवति, सकर्मकेभ्यः धातुभ्यः कर्तरि वा कर्मणि वा भवितुमर्हन्ति, तथा एव अकर्मकेभ्यः धातुभ्यः कर्तरि वा भावे एव भवन्ति. तर्हि यदि कर्तृप्रयोगः नास्ति चेत् अकर्मकेभ्यः धातुभ्यः भावे प्रयोगः भवति. सकर्मकेभ्यः धातुभ्यः यदि कर्तृप्रयोगः नास्ति चेत् द्वितीय किमस्ति विकल्पः अस्ति, कर्मणि प्रयोगः भवति. सूत्रं पुनः वदतु, लः कर्मणि भावे किं. 1369 अस्ति भगिनि. लः कर्मणि च भावे अकर्मकेभ्यः च अकर्मकेभ्यः इति. भगिनि स्वरितनिता कर्तृभिप्राये क्रियापदे 1372 भगिनि. आं तत्तु 1372 तृतीयम् आसीत् शेषात् कर्तरि परस्मैपदं, तत्तु 1378 अस्ति तृतीयं. शेषात् कर्तरि प्रय प्रश्नः नास्ति खलु एतावत्पर्यन्तं किमुक्तमस्ति इति. अग्रे सरेम क्षम्यतां भगिनि, सरला भगिनी इतोपि पठितुमिच्छति किल. अस्तु. यत् प्रत्ययस्य लकारनिमित्तीकृत्य वैशिष्ट्यम् उक्तं यत् सार्वधातुके यत् तृतीयपादस्य प्रथम अध्याये सप्तशब्दि. एकनिमिषं भगिनि, पुष्पा भगिनी म्यूट् भवति किं भगिनि, भवत्याः दूरवाण्याः ध्वनिः आगच्छति. धन्यवादः. इत्यनेन धातुभ्यः यत् प्रत्ययो भवति भाववाचके कर्मवाचके च सार्वधातुके प्रत्यये परे. अत्र ध्येयं यद् लकारः अपि प्रत्ययाः दशलकाराः सन्ति, सर्वे च आदौ आर्धधातुकसंज्ञकाः, तदा एषां लकाराणां स्थाने ये अष्टादश तिङ्प्रत्ययाः आदिष्टाः ते च तिङ् षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकाः। तदा लिट् च लिङ्गाशीष् इति सूत्राभ्यां लिट् लकारस्य आशीष् लिङ् लकारस्य च स्थाने ये अष्टादश तिङ् प्रत्ययाः आदिष्टाः ते च अपवादत्वेन आर्धधातुकसंज्ञकाः। अनन्तरं स्यतासि लृ लिटो इत्यनेन लुटि लिङि च परे धातु तस्य लुटि परे धातु तास् भवति। अनुवृत्तिसहितसूत्रं लृ लुटोः धातोः परश्च स्यतासि प्रत्ययौ, अनेन लृट् लृङ् इत्यनयोः स्य प्रत्ययः, लुट् लकारस्य च तास् प्रत्ययः। श्लि लुङि इत्यनेन लुङि धातोः च्ल प्रत्ययोः भवति। लुङ् लकारस्य चिल् भगिनी चिलि अचिल् इति भवति चिलि वै चिलि प्रत्ययः ध्येयं यस्य तास् चिलि इति भवति साधु चिलि चिलि चिलि लकार से परे इकार आगच्छति साधु। एते त्रयः प्रत्ययाः न तिङ् न वाशित् अतः तिङ्क्षित् सार्वधातुकम् इत्यनेन नैव सार्वधातुकाः, अपि तु आर्धधातुकशेष इत्यनेन आर्धधातुकाः। फलितार्थम् एवं यत् लट् लोट् लङ् विधिलिङ् इत्येषां चतुराणां लकाराणां तिङ् प्रत्ययः सार्वधातुकसंज्ञकाः। लिट् लृट् लिङ् लुट् लिङ् आशीष् लिङ् इत्येषां शरणां लकाराणां तिङ् प्रत्ययः आर्धधातुकसंज्ञकः। तदर्थं सार्वधातुके यक् इत्यनेन चतुर्षु एव लकारेषु यक् प्रत्ययो विधीयते। अवशिष्टेषु षट्सु भाववाचकानि कर्मवाचकानि च रूपाणि भवन्ति, किन्तु तत्र यक् प्रत्ययः न भवति। बहु इम्पार्टेण्ट् मुख्य वार्ता अपि अस्ति यत् प्रत्ययः कुत्र विधीयते, केषु लकारेषु आगच्छति। यत् प्रत्ययः केवलं सार्वधातुकलकारेषु विधीयते, न तु अर्धधातुकलकारेषु। कथमिति यदि सार्वधातुक यक् इति यत् प्रत्ययः अस्ति, प्रथमं सर्वे लकार आर्धधातुकसंज्ञकाः सन्ति, तदनन्तरं लकार आगत्य तिबादय आगच्छन्ति। अपवादत्वेन लिच् लिङ्गाशिषि इति द्वे सूत्रे ते द्वे सूत्राभ्यां अपवादत्वेन तिबाद्य ये आगच्छन्ति, यतोहि तिङ्क्षित् सार्वधातुकं संज्ञा अस्ति तेषां, किन्तु अपवादत्वेन लिट् लङाशीष् सूत्राभ्यां तेषाम् आर्धधातुकसंज्ञा भवति। लिट् लिङ् लकार लिङ्गाशीष् लकार आर्धधातुकम् इति वयं वदामः। अन्यलकारा लृ लुटो लृ तस्मिन् आगच्छति, लुट् लृङ् लकार अपि लुटो तस्मिन् अन्या आर्धधातुकप्रत्ययाः आगच्छन्ति, लृ लिङ् प्रति स्य आगच्छति, लुट् लकारे प्रति दास् प्रत्ययः आगच्छति। सूत्रमस्ति लृ लुटो धातो परश्च स्यतासि प्रत्ययोः, लृट् लृङ् लुटोः लुट् लकारः ते धातो तेषां परे पञ्चमी विभक्ति तेषां परः स्य लृङ् प्रति लुट् प्रति तास् इति प्रत्ययः आगच्छति। तो ते अपि आर्धधातुकसंज्ञकः भवति, कारणं कि साक्षात् धातोः परः व्यधानम् आगच्छति, स्य वा तास् इति प्रत्ययः आगच्छति, सो तिबाद्य तस्य परे भवन्ति, तो अत्र आर्धधातुकप्रख्या तत्र भवति। सो इदानीं सार्वधातुकयक् आहत्य अस्ति, सार्वधातुकयक् केवलं लिट् लुट् लिट् लुट् लृङ् लोट् लकारे लटि लोटि लङि विधिलिङि विधिलिङि तत्र तेषां प्रति सारधातिक यक् विधीयते. अन्य प्रत्य लकारा ये सन्ति लिट् लुट् लिङ् लुट् लुङ् आशीलिङ् तेषां प्रति अन्यप्रक्रिया भवति, तत्र सारधातिक यक् न विधीयते. धन्यवादः भगिनि. मुख्य अंशः आसीत् एतत्तु सामान्यतया भ्रमः जायते अस्माकं. किम् इत्युक्ते प्रथमं अवगन्तव्यं सार्वधातुकलकाराः किमर्थं वयं सार्वधातुकलकाराः इति वदामः, किं किं आर्धातुकलकाराः किं किं सन्ति, किमर्थम् आर्धातुकलकाराः इति वयं किमर्थं वदामः, तेषां प्रक्रिया कुतः भिन्ना भवति इति अवगन्तव्यं. तदर्थं यथा भगिन्या उक्तम् आसीत्, साक्षात् तु लकारः सर्वे तु अर्धधातुकः सन्ति. किमर्थं लकारः सर्वे अर्धधातुकाः, किमर्थम् इत्युक्ते सर्वे लकाराः यत्र ल इति वदामः तत्र एव तत्र तिङ्गपि नास्ति न शित् अपि नास्ति, धातुतः विधीयते अपि. तर्हि तिङ्क्षित् नास्ति इति कृत्वा प्रथमं तु आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकाः भवन्ति. तदनन्तरं यत्र लकारस्य स्थाने तिङ् वा षित् वा आगच्छति तदा तिङ् आयान्ति, तदा एव तिङ्क्षित् सार्वधातुकम् अनेन सार्वधातुकसंज्ञकाः भवन्ति. अत्र लकाराणां स्थाने तिङ् भवति चेत् सार्वधातुकसंज्ञकः भवन्ति. अनन्तरं किं भवति, अत्र पाणिनिना पृथक्तया कानिचन प्रत्ययान् उक्तान् प्रत्ययाः उक्ताः येन आर्धधातुकम् आरोप्यते, साक्षात् आरोप्यते. उदाहरणार्थं लिट् इत्यस्मिन् लिट् च इत्यनेन आर्धधातुकं विदधाति, किमस्ति विधीयते. तत्र लिट् तु केवलम् आर्धधातुकसंज्ञकः लकारः इति पाणिनिना निर्दिष्टः इति कृत्वा लिट् तु कदापि सार्वधातुकसंज्ञा न प्राप्तुं शक्नोति. द्वितीयं किम् अस्ति, लिङ्ग आशिषि इत्यनेन आशिङ्ग्लिङ्ग अपि तथा एव आर्धधातुकसंज्ञकः भवति, पाणिनिना निर्दिष्टः तथा. तृतीयं किम् अस्ति, अत्र विकरणप्रत्ययः द्वौ स्तः, अस्माकं शप् शप् आदि विकरणप्रत्ययः नास्ति न सन्ति, ये चतास् इति प्रत्ययद्वयं वर्तते. लृट् लुट् उभयत्र आयाति. तर्हि स्यथास् द्वौ अपि धातुतः यत्र लृट् लकारः लुट् लकारस्य स्थाने वा मध्ये आगत्य उपविशति. यत्र लृट् लृङ् लुट् त्रिषु अपि लकारेषु मध्ये आगत्य उपविशति. तर्हि किं भवति, धातुतः लकारस्य अवस्थायामेव आगत्य उपविशति. तिङ् एतावत्पर्यन्तं तिङ् एव न प्राप्तं, लकारस्य यत् तस्मिन् सोपाने एव धातु प्लस् ल इति अस्ति खलु, तथा यदा धातु प्लस् लकारस्य स्थाने वयम् अधुना निर्णयं कुर्मः विवक्षा लृङ् इति चिन्तयतु, तदा एव आगत्य उपविशति. प्रत्ययः नो चेत् तास् अपि तथैव लुटि आगच्छति. तर्हि धातुः कदापि अनन्तरं लकारस्य स्थाने पुनः तिङ् प्रत्ययः आगच्छति, किन्तु अधुना स्य मध्ये उपविशति इति कृत्वा, स्य वा तास् मध्ये उपविशति इति कृत्वा धातुः कदापि तिङ् प्रत्ययं न पश्यति एव इति कृत्वा पूर्णतया आर्धातुकलकार प्रक्रिया भवति तत्र. यद्यपि लकारः साक्षात् लकारः आर्धातुकः इति न उक्तः, तथापि स्य तास् द्वौ विकरणप्रत्ययौ आर्धधातुकसंज्ञकाः भवन्ति. कुतः, स्य इत्यस्मिन्नपि तिङ् अपि नास्ति षित् अपि नास्ति, स्य इति प्रत्ययः तास् अपि तथा एव मध्ये उपविशति, धातुतः मध्ये उपविशति इति कृत्वा प्रक्रिया तु आर्धधातुकप्रक्रिया भवति. कुतः कुत्र, लृटि लृङि अनन्तरं लुटि त्रिषु अपि लकारेषु यत्र प्रक्रिया भवति तत्र तु आर्धधातुकप्रक्रिया भवति. अनन्तरं लुङि तु श्लि इति प्रत्ययः आगच्छति, तत्रापि समानं कार्यं. श्लि इति लुङि इति लकारस्य एव सोपाने तत्र श्लि इति मध्ये उपविशति इति कृत्वा पुनः तत्रापि आर्धातुक प्रक्रिया तु आर्धातुकप्रक्रिया भवति. तर्हि आगत्य षट्सु अपि आर्धातुकप्रक्रिया भवति. लिट् लृट् लिट्टु साक्षात् उक्तम् आसीत् लिटि च लिट्च इत्यनेन, लृट् लृङ् लुट् इति, अनन्तरं लुङ् इति, अनन्तरम् आशीर्लिङ् इत्यस्मिन्नपि अत्र यक् अत्र आर्धधातुकप्रक्रिया वर्तन्ते इति कृत्वा आर्धधातुकसंज्ञकाः भवन्ति. तत्र सर्वत्र परे साक्षात् अत्र लिटि तु साक्षात् आर्धातुकसंज्ञकः अस्ति, अनन्तरम् अस्माकं लृटि तु मध्ये स्यप्रत्ययः उपविशति इति कृत्वा धातुतः यद्यपि कर्मणि भावे च प्रयोगे अस्माभिः अस्माकं विधायकम् एकविधायकं सूत्रं किम् अस्ति, सार्वधातुके यक् इति अस्ति. अत्र सार्वधातुकः तु धातोः अनन्तरं सार्वधातुकं यदा पश्यति तदा एव यक् प्रत्ययस्य विधानं भवितुम् अर्हति खलु, यथा कर्तरिषप् कर्तरिषप् सार्वधातुके इति अस्ति, तथा एव अत्रापि यक् प्रत्ययस्य विदधानं तु धातोः परे भवति यथा यदा सार्वधातुकप्रत्ययः परे अस्ति चेदेव, किन्तु अधुना मध्यस्य स इति उपविशति इति कृत्वा यक् प्रत्ययः न भवति एव. यद्यपि कर्मणि भावे प्रयोगः भवतु तथापि चतुर्षु एव लकारेषु यक् प्रत्ययस्य विदधानं भवति, अन्यत्र षट्सु अपि विदधानं न भवति. आर्धधातुकप्रक्रिया यत्र यत्र भवति तत्र तत्र यक् विधानं न भवति इति अत्र महोदयेन उक्तमस्ति. प्रश्नः अस्ति किम्? पुनः पुनः अस्माभिः यत्र यत्र आर्धधातुकप्रक्रिया इति वयं पठामः एषः एव विषयः पुनः पुनः पुनः अनुवर्तते, पुनः पुनः अस्माभिः अधीयते. अग्रे सरेम तर्हि लक्ष्मी भगिनी पठति किं भगिनि? एतद् अधिकृत्य अग्रे कर्मवाचकानां भाववाचकानां च रूपाणि द्वयोः समूहयोः विभज्यन्ते. लट् लोट् लङ् विधिलिङ् येषु लकारेषु यक् प्रत्ययः विधीयते. लिट् रुट् रुङ् लुट् लुङ् आशीर्लिङ् येषु लकारेषु यक् प्रत्ययः न विधीयते. अत्र उपरि एव लिखितमस्ति अत्र सार्वधातुके यक् इति सूत्रेण यक् प्रत्ययः विधीयते सार्वधातुकप्रत्यये परे इति तत्र निमित्तं दत्तमस्ति. लट् लोट् लङ् विधिलिङ् एते चत्वारः लकाराः सार्वधातुकलकाराः, तदर्थं यक् प्रत्ययस्य विधानं केवलं सार्वधातुकलकारेषु एव भवति. लिट् लुट् लृङ् लुट् लुङ् आशीर्लिङ् एते षट् लकाराः आर्धधातुकलकाराः, अतः तत्र यक् प्रत्ययः न विहितः. अग्रे पठामि वा? आं भगिनि कृपया. अस्मिन् पाठे प्रथमतया तेषां लकाराणां रूपाणि साधयामः येषां कृते धातुभ्यः यक् विधीयते, अनन्तरम् एव अवशिष्टानां यत्र यक् न विधीयते. प्रथमे समूहे पुनः विभजनं क्रियते यतोहि चुरादिगणे प्रक्रिया किञ्चित् भिन्ना, यतोहि स्वार्थे णिच् भवति, अतः चुरादिगणीयाः धातवः पृथक्तया अवलोक्यन्ते. अपि च आर्धधातुकप्रक्रियायां यथा सामान्यं धातूनां विभजनं भवति अन्तिमवर्णम् अधिकृत्य अजन्तानां हलान्तानां च. पुनः अजन्तेषु आकारान्ताः एजन्ताः, इकारान्ताः ईकारान्ताः, उकारान्ताः ऊकारान्ताः, रूकारान्ताः रूकारान्ताः च. तदा हलन्तेषु विभागचतुष्टयम् अस्ति, धात्वादेशाः, सम्प्रसारणि धातवः, अनिदित् धातवः, अवशिष्टधातवः च. अस्तु, इत्युक्ते अस्मिन् पाठे किं पठनीयम् इत्युक्ते प्रथमतया केभ्यः धातुभ्यः यक् विधीयते तेषां चिन्तनम् आरम्भे भवति, येषां अन्ते यक् न विधीयते तेषां चिन्तनम् अनन्तरं भवति. अनन्तरम् अत्र यक् प्रत्ययस्य विधानं कथं भवति इति अवगन्तुम् अत्र सार्वधातुकप्रत्यये परे इति लिखितमस्ति अत्र, इति कृत्वा सार्वधातुक अत्र सार्वधातुक प्रत्यये परि इति लिखितमस्ति. अत्र पुनः विभजनं क्रियते इत्युक्ते अत्र सार्वधातुकप्रक्रियायां गणचिन्तनम् अस्ति इत्युक्ते गणनिमित्तिकविकरणप्रत्ययं निमित्तिकं कार्यं भवति, तत्र गणचिन्तनं भवति सार्वधातुकप्रक्रियायां. किन्तु अत्र यक् प्रत्ययः आ, सार्वधातुकप्रत्ययः नास्ति, तिङ् नास्ति, श्यत् नास्ति, अतः अर्धधातुकप्र प्रत्ययः इत्युक्ते अत्र कार्यम् अर्धधातुकप्रक्रिया इव भवति इति भाति. इत्युक्ते अर्धधातुकप्रक्रियायां यादृशानि कार्याणि भवन्ति तादृशं कार्यमेव अत्र यक् प्रत्ययस्य विधानेन अत्र क्रियते. इत्युक्ते अर्धधातुकप्रक्रियायां गणचिन्तनं न भवति, किन्तु अत्र किन्तु तत्र धातूनां विभजनं भवति. कथम् इत्युक्ते धातोः अन्तिमवर्णम् आधारीकृत्य तत्र धातूनां विभजनं भवति. तत्र अजन्तधातवः, हलन्तधातवः च. अपि च अत्र अजन्तधातुषु पुनः विभजनं भवति. आकारान्ताः, एजन्ताः इति लिखितमस्ति. इत्युक्ते यद्यपि एजन्तधातवः आरम्भे एच् इत्युक्ते एजन्तधातूनाम् अन्ते एच् प्रत्याहारस्थवर्णः अस्ति इति कृत्वा तेषां नाम एजन्तधातवः. ते तत्र एकं सूत्रमस्ति आदेशोपदेशे अशिति इति, तेन सूत्रेण एजन्तधातवः आकारान्ताः भवन्ति. अपि च इकारान्ताः उकारान्तः उकारान्ताः ऋकारान्तः ऋकारान्तः ईदृशरीत्या अजन्तधातुषु पुनः विभागः कृतः. अपि च हलन्तधातुषु अपि विभागचतुष्टयम् अस्ति. इत्युक्ते चत्वारः विभागाः सन्ति. इत्युक्ते हलन्तधातुषु केषुचित् धातुषु धात्वादेशाः भवन्ति, केषुचित् हलन्तधातुषु केचन धातवः सम्प्रसारणीयधातवः, अपि च केचन हलन्तधातवः अनिदित्धातवः. अपि च चत्वारः प्रकारः अवशिष्टधातवः. इत्युक्ते तादृशरीत्या अस्माकं सौलभ्यार्थं विभागं कृत्वा तेषां परिशीलनं कुर्मः. धन्यवादः भगिनि. मणिमहोदय कृपया पठति. अस्तु महोदय. लट् लोट् लङ् विधिलिङ् येषु लकारेषु यत् प्रत्ययः उद्येते भावकर्मणि भावकर्मप्रक्रिया लटि लोटि लङि विधिलिङ् नवानां धातूनां द्वाद्यारभ्य क्रियादि यावत् अत्र चुरादिगणे दत्तं तत्र किञ्चित् भिन्नः अस्ति. अतः अत्र त्यक्तम् अस्ति. अत्र अजन्तदातवः आकारान्तदातवः एजन्दाः च दातवः. असितिप्रत्यये परे एजन्तदातवः आकारान्तः भवन्ति. यक् प्रत्ययः षित् नास्ति इत्यस्मात् अत्र आदेशे उपदेशे षिति इत्यस्य प्रवर्तनम् आदेशे उपदेशे अशिति. उपदेशे एजन्तस्य धातोर् आत्वं न तु शिति. उपदेशे इत्यनेन औपदेशिकधातूनामेव प्रसक्तिः, न तु वादिदेशिक धातूनाम्. उपदेशे अवस्थायाम् असिति प्रत्यये परे एजन्तधातूनाम् अन्त्यस्य एचः स्थाने आत्वादेशः. येन विदितदन्तस्य इत्यनेन गतन्तविधिः, अलन्त्यस्य इत्यनेन अन्त्यस्य अलः स्थाने, एच् इत्यनेन ए ऐ ओ औ, स इत् यस्य सः सित् न सित् असित् तस्मिन् असिति नै तत्पुरुषः. आत् प्रथमान्तम् एचलषष्ट्यन्तम् उपदेशे सप्तम्यान्तम् आसिति सप्तम्यान्तम् अनेकपदं दं सूत्रम् इति धातोर् अनभ्यासस्य इत्यस्मात् धातोः इत्यस्य अनिवृत्तिः अनिवृत्तिसूत्रम् एचः धातोः आत् उपदेशे असिति इति. अत्र आदेशे उपदेशे असिति इति सूत्रेण औपदेशिकधातूनां एजन्द यत्र अन्तिमवर्णः एच् अस्ति तत्र आत्वं भवति इति असिति परे एव इति भवति इति दत्तं. कुत्र भवति इत्युक्ते अन्त्यस्य येन उदितदन्त्यस्य इति सूत्रेण तदन्तविधिः यत् कुत्र भवति इत्युक्ते अलन्तस्य इति सूत्रेण अन्तिमवर्णस्य एव भवति इति इति अत्र दत्तं महोदय. एचः धातोः आत् वदतु महोदय किम्? आमामां पुरे क्षम्यताम्। एषः धातोः आत् उपदेशे असीति, उपदेशे असीति इति औपदेशिक महोदय, औपदेशिक अत्र औपदेशिकादि एव भवति, परन्तु इत्यनेन कः विषयः इत्युक्ते साक्षात् तथा नास्ति, तत्र प्रक्रियायाम् उपदेश अवस्थायाम् इति एव प्रक्रिया आरभते खलु अस्माकं धातुः, नूतनधातुः भवतु तथापि एकारान्तधातुः, नूतनधातुः यदि एकारान्तधातुः अस्ति चेत् यद्यपि तद् आतिदेशिकधातुः अस्ति तथापि अधुना प्रक्रियां धातु प्लस् तिङ् इति प्रक्रियायां सः तु उपदेश अवस्थायाम् अस्ति इति कृत्वा तादृशधातूनामपि ग्रहणं भवति अत्र। किमर्थं प्रश्नवान् पूर्वमेव आदिदेशसूत्रमपि पठितवन्तः, कृञ्जीनाम् इति धातु अपि अत्र पठितवान् दर्श अस्तु महोदय, यथा ग्लै, धन्यवादः महोदय, ग्लै ग्ला, म्लै म्ला, द्यै द्या, सो सा, सो सा, वे वा, चो च, यः कोऽपि आर्धधातुकप्रत्ययः भवति सः असीत् एव। तदर्थं सर्वेषु आर्धधातुकेषु प्रत्ययेषु परेषु एजेण्डानां धातूनाम् आत्वं भवति, नाम आर्धधातुकप्रत्ययेषु परेषु सर्वे एजेण्डधातवः आकारान्तः एव भवति। अस्तु महोदय, स्मरणार्थं वदामि, पूर्वम् अस्माभिः दृष्टमासीत् खलु अत्र एतदपि दृष्टमासीत्, प्रसज्य प्रतिषेधः, अनन्तरं किमासीत्, पर्युदासप्रतिषेधः इति खलु, अत्र अस्ति इत्यनेन कोऽपि किमपि प्रत्ययं गृह्यते खलु, प्रत्ययः भवतु इति एव अस्ति खलु, कीदृशः आसीत् स्मरन्ति किम्? कोऽपि अनन्तरं पश् एकवारं पठित्वा अहं दृष्ट्वा वदामि, तर्हि मम तु स्मरणे नास्ति अधुना। अस्तु अग्रे, मनसि अस्ति किं भगिनि? सल्ला भगिनि झटिति वदति वदिष्यति भगिनि, भवति एव अस्माकं कीदृश उपापवय अत्र प्रतिषेधः इति मम प्रश्नः। ओ अशीति प्रसज्य भवति, यद् विधानम् अस्ति तत् परिदास भवति, निषेध शिति परे न भवति इति प्रसज्य अस्ति, पूर्वभागं परिदास अस्ति। न न न तथा नास्ति, पर्युदास इति एकमेव परिदास भवति चेत् प्रसज्य न भवति, प्रसज्यस्ति चेत् पर्युदास न भवति, द्वे अंशः अस्ति साधु, न न न तथा नास्ति, यत्र यत्र अस्माकं नैन् ग्रहणं भवति खलु, नैन् समासे यत्र प्रयुज्यते तत्र एव प्रसज्य वा पर्युदास वा इति भवति, पूर्वतनभागे तु प्रसज्य प्रतिषेध इति नास्ति, तत्तु केवलं नियमयति खलु, अत्र क्षितिप्रत्यये परे न भवति तदा प्रसज्य प्रतिषेधः, अत्र अनेन किम् इत्युक्ते न तु पर्युदासः, प्रत्ययः भवेत् क्षित् न स्यात् इति कार्यं जायते, तदा कार्यं जायते, केवलं प्रत्ययः नास्ति चेत् कार्यं न जायते, किमपि भवतु प्रत्ययः भवतु किन्तु चित् नास्ति इति प्रसज्य अस्ति, अस्तु तथा अस्ति, अन्यथा तु किमपि नास्ति चेत् तत्र तु किम् अस्ति तादृश किमपि कस्यापि अपेक्षा नास्ति, कस्यापि प्रत्ययस्य अपेक्षा नास्ति चेत् तस्य तु पर्युदासप्रतिषेधः भवति तत्र। अग्रे गच्छामः, तस्य क्रमः आसीत् पुष्पभगिनी पठति भगिनि, पृच्छतु, अत्र सर्वेषु आर्धधातुकप्रत्ययेषु परेषु एजन्तानां धातुरम् आत्वं भवति इति. अस्य सूत्रस्य प्रसक्तिः णिच् प्रकरणे अपि अस्ति इति भाति. इत्युक्ते साधनप्रसङ्गे तत्रापि णिच् प्रत्ययः आर्धधात्वप्रत्ययः अस्ति इति कृत्वा तत्रापि अस्माभिः पठितम् आसीत् भगिनि, प्रायः सप्ताह पञ्चसप्ताहात् पूर्वं वा पठितमासीत् प्रेरणार्थेन इच्छति. अत्र एव समाप्तः विषयः. तत्रापि अत्र आकारान्तं प्रथमम् आकारं प्राप्नोति, तदनन्तरं सत्यं पुगागमः भवति. सत्यम् अस्तु, अग्रे सरेम. पुष्पा भगिनी पठति किं भगिनि, आकारान्तानाम् एजन्तानां च भावकर्म प्रक्रिया इति. आकारान्तानाम् एजन्तानां च भावकर्मप्रक्रिया. ये सामान्याः आकारान्ताः एजन्ताः च धातवः सन्ति तेषां कृते किमपि कार्यं नास्ति, वर्णमेलनम् एव. अत्र रूपाणि एवं निर्मीयन्ते. ग्रा भावकर्मणोः इत्यनेन भावकर्मणोः विहितस्य लस्य तिबादयः आत्मनेपदिनः भवन्ति. घ्रा योगः ते सार्वधातुके यक् इत्यनेन कर्मवाचके सार्वधातुके प्रत्यये पदे धातुभ्यः यक् प्रत्ययः घ्रा यक् योग घ्रा योगः यक् योगः ते घ्रा योगः य योगः ते घ्राय योगः ते घ्रायते. एकमेव अस्ति. एवमेव न एवमेव ध्यायोगः यक् ध्याय ध्यायते ग्लायोगः यक् ग्लाय ग्लायते ध्वायोगः यक् माय ध्वायते. भावकर्मणोः सार्वधातुके यक् भा योगः यक् भाय भायते ला योगः यक् ला लाय लायते वायुगः यक् वाय वायते चायुग यक् चाय चायते. अत्र सामान्यतया पश्यामः चेत् यक् प्रत्ययः यकारादि अस्ति इति कृत्वा सामान्यकार्याणि प्रक्रिया यत् दातवः सन्ति यत्र सामान्यकार्यं भवति तत्र सर्वत्र बहु सरलमस्ति. हल्सन्धिकार्याणि न भवन्ति यकारादि अस्ति इति कृत्वा बहु सरलमस्ति. किन्तु यत्र विशेषदातवः सन्ति तत्रैव अस्माकं सर्वेषाम् अत्र क्लेशः भवति. अग्रे किन्तु सामान्यकार्यं बहु सरलमस्ति. ग्लौ म्लौ ग्लै म्लै ते सर्वे ग्ला इति आगच्छति. तत्र घ्रा घ्रा एव अस्ति अकारं. अस्तु अस्तु भगिनि अस्तु. किन्तु आकारान्तेषु एजन्तेषु च तादृशु दश सन्ति. येषाम् ईकारादेशः भवति गुमास्ता गा पा जहाति सां हलि गुमास्ता गा पहा ओहाक् सा शो येषां धातूनाम् आकारस्य स्थाने ईकारादेशः भवति हलादि कित्नित् आदधातुकप्रत्ययपरे धात्वादेः शः सः आदेः च उपदेशेष्यति इत्यभ्यां शोः शौ सा इति आगच्छति. घुश्च माश्च स्थाश्च गाश्च पाश्च जहातिश्च साश्च तेषाम् इतरेतरद्वन्द्वः गुमास्ता गा गा पा जहाति सां साः तेषां गुमास्ता गा पा जहाति सां तत्तु षष्ठी षष्ठी षष्ठी भक्ति गुमास्ता गापा जहाति सां षष्ट्यन्तं परे अस्ति हलि सप्तम्यन्तं द्विपदं सूत्रं नियू युरचि किति किचिन्ति इत्यस्मात् कितिनिति इत्यस्य अनुवृत्तिः अतो लोप इति च इत्यस्मात् आतः इत्यस्य अनुवृत्तिः ईद्यपि इत्यस्मात् ईत् इत्यस्य अनुवृत्तिः आददातुके ईत् इत्यस्य अधिकारः अत्र ईकारः आगच्छति ईत् इत्यस्य अनुवृत्ति आददातुके इत्यस्य अधिकारः अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं गुमास्ता गा पा जहातिसां आतः अङ्गस्य ईत् हलि इति आददातुके एव वदतु भगिनि. हा सरलं केवलम् एवमेव दत्तमस्ति भगिनि. घू मा स्था गा पा हा सा इति प्रतिपदोक्तत्वमस्ति एतेषां धातूनां विषये. इति आकारस्य अन्ते आकारः अस्ति खलु, आकारस्य स्थाने तावदेव. अत्र केवलं घू इति साक्षात् धातुः नास्ति, घुसंज्ञकदातवः इति गणः अस्ति वर्तते. तत्र षड् दातवः सन्ति, तत्र ददाति, दादातुः, अनन्तरं दा इत्येव पुनः पृथक्तया त्रीणि दा इति दातवः सन्ति इति मन्ये. तर्हि तेषां सर्वेषां ग्रहणम्. तदनन्तरं दे इति धातुः अस्ति, तस्यपि धा इति आदेशः, आदेशे उपदेश आदेश उपदेशे स्थिति इत्यनेन धा इति आदेशः भवति. धे इति अपि अस्ति, तत्र विधा इति भवति. अनन्तरं डुदाय् इति ददाति इति धातुः अस्ति. तत् ते सर्वे षड् धातवः सन्ति, तेषां सर्वेषां नामकरणं घू इति वर्तते. तर्हि षड् धातवः अनन्तरं धा किमस्ति अत्र मा सा गा पा हा सा इति एतेषां आकारस्य स्थाने इकारदेश भवति. सामान्यमस्ति खलु, यत्र दा इत्यस्मिन् दा इत्यस्य आकारस्य स्थाने इकारः भवति. पूरयतु भगिनि. यक् प्रत्ययः हलादिः, यक् प्रत्ययः हलादिचि हलादिक गुसम्यकधातवः षट् सन्ति, दे दा देङ् दा डुडाङ् एतद् इदानीं वद दा दाण् दा धे दा डुदाय् डुदाय् धा च एक प्रत्ययः हलादिः कित् आददातुकः अतः घुमस्ता गा पा जहाति सां हलि इति सूत्रं प्रवर्तते. आहत्य द्वादशसहस्रधातवः अन्तर्भवन्ति. येषाम् अनेन सूत्रेण आकारस्य ईत्वं विधीयते. दा योगः यक्, दी योगः या, दीया चत्वारः धातवः ते गो दे देङ् दुदाङ् दाण् धे अस्ति अस्तु तत्रैव चत्वारः धा यक् दि योगः य दीय द्वौ धातुः धे रूपमपि वदतु भगिनि. दीये अनन्तरं दीयते इति खलु, दीयते मा यक् मी मी योगः य मीय मीयते. स्था यक् स्थि योगः य स्थीय स्थीयते. गा यक् गा योगः यक् गी योगः य गीय गीयते. पा योगः यक् पी योगः य पीय पीयते. हा योगः यक् हि योगः य हिय हिय हीयते. सा योगः यक् सी योगः य सीय सीयते. अस्तु भगिनि. आं भगिनि, तर्हि लटि लोटि लङि विधिलिङि च सर्वत्र यक् विधीयते, अतः येषु सर्वेषु स्थलेषु यत् अङ्गम् उत्पद्यते तदन्तम् इत्यतः प्रथमधातुगणसमूहस्य आत्मनेपदिसंज्ञक तिङ्प्रत्ययः विधीयन्ते इति. अत्र क्षम्यताम् अहं पठितवती, अन्यः पठतु. अरुणा भगिनी पठति. आत्मनेपदी धातूनां भगिनि. आं भगिनि, आत्मनेपदी धातूनां सिद्धप्रत्ययाः लट् लकारे. दादातु दीयते दीयेते दीयन्ते दीयते दीयसे दीयेते दीयद्वे दीये दीये दीयै दीवहे देवः दीवहे आकारः अत्र आडुत्वमस्य अपि केवलं लोटि एव आगच्छति, अत्र तु लोटि एव नियमः दीवहे दीमहे इति एव सन्ति. यकारः क्षम्यतां क्षम्यतां, तर्हि दीयावहे इति भवति सत्यं. आमां दीयावहे दीयामहे. आमां सत्यं, नो चेत् सरलं न भवति. आमाम् अस्तु, अग्रे भगिनि. लोटि लोट् लकारे दीयतां दीयतां दीयन्तं दीयन्तां दीयस्व दीयेथां दीयध्वं दीयै दीयावहै दीयामहै. लङ्लकारे अधीयत अधीयत अधीयत अधीयताम् अधीयन्त अधीयताम् अधीयन्त अधीयताः अधीयेधाम् अधीयध्वम् अधीये अधीयव अधीयवहे अधीयामहे अधीया दीर्घमस्ति अधीयामहे. हसकार विधुलिङ्ग रूपाणि अधीयत अधीयत क्षम्यतां क्षम्यताम् अकारनादीयत दीयेयाताम् दीयेरन् दीयेथाः दीयेयाथां दीयेध्वं दीयेय दीयेवहि दीयेमहि. अस्तु भगिनि, उत्तमम् अस्ति भगिनि. एकनिमिषम्. एकनिमिषं भगिनि, क्षम्यताम्. अस्तु, पर्यन्तं भगिनि अग्रे प्रायः तस्य क्रमः सरला भगिनी कृपया पठति. अस्तु, दुदान् दाने इत्यस्य रूपाणि भक्तिवानि कर्मणि लटि लोटि लङि विधिलिङि. इदानीं दी दुदाङ् इति उपदेशे धातु अस्ति, धातु आदिन्य टुडव अस्मिन् सूत्रे एते सूत्रेण डु इत्यस्य संज्ञा भवति, नकारस्य हलन्त्यनेन संज्ञा तस्य रूपं भवति दा अवशिष्यते दा इति आकारान्तधातुः अस्ति तदनन्तरं सूत्रम् आगच्छति घू मा स्था घा गा पा जा हास्ति सां हलि घुसंज्ञक धातुः अस्ति दा धातु अस्मिन् एते सूत्र एतस्मिन् सूत्रेण तस्य आकारस्य स्थाने इ आदेशः भवति सो तत्र यक् तदनन्तरं भावकर्मणो अनेन शिबादे आगच्छति तदनन्तरं सार्वधातुक यक् आगच्छति तो इदानीं भगिनी कृतवती दा यक् योग दीय तदनन्तरं वर्णमेलनं दीयते इति भवति तो वयं कृतवन्तः सर्वे रूपाणि इदानीं दा योग यक् योग दीय दीयते धा योग यक् धीय धीयते इकारान्त इकारान्त इकारान्त च धातव यक् प्रत्ययस्य कित्वा गुणनिषेध भवति यथा जि योग यक् सार्वधातुक अर्धधातुकयो इत्यनेन गुणादेश कितिङिति च इत्यनेन गुणनिषेध जि योग यक् इति सार्वधातुक अर्धधातुकयोः परिचितं सूत्रमस्ति इगन्तङ्गस्य एकः गुणः भवति सार्वधातुके अर्धधातुके च प्रत्यये परे अनुवृत्तिसहितसूत्रमस्ति एकः अङ्गस्य गुणः सार्वधातुक अर्धधातुकयोः कितिङिति च अपि परिचितं सूत्रमस्ति यः प्रत्ययः ङित् अथवा ङित् अस्ति अपि च तस्मात् प्रत्ययात् पूर्वं तस्य एव प्रत्ययस्य कारणात् एकः स्थाने गुणः वा वृद्धिः वा भवति स्म सः गुणवृद्धिः न भवति अनुवृत्तिसहितसूत्रम् अस्ति इति ङिति च एकः गुणवृद्धिः न इदानीम् ईकारान्त ईकारान्त ये सामान्यधातुः धातवः सन्ति यथा जि नि इति तेषां यक् प्रत्यय यदि आगच्छति ते यक् कित् अस्ति कित्वात् तस्य रूप कितिङिति प्रत्ययेन गुणवृद्धिनिषेधः भवति सार्वधातुक अर्धधातुकयोः सूत्रेण यतोहि प्रसक्तिः अस्ति किन्तु प्राप्तिः न भवति जि योग सार्वधातुक अर्धधातुकयो यक् यक् अर्धधातुकप्रत्ययः अस्ति अत्र तस्य प्राप्तिः न भवति कितिङिति च इति सूत्रेण गुणनिषेधः अपि वृद्धिनिषेधः भवति अतः जि योग यक् यदि भवति तत्र अन्यसूत्रमागत्य कार्यं करोति सार्वधातुक अर्धकयो अर्धधातुकयो सूत्रं वदति एकः अङ्गस्य एकः इति एक् प्रत्याहारे इति अन्ते धातव अन्ते अस्ति अङ्गस्य अन्तम् अस्ति तस्य गुणः सार्वधातुक अर्धधातुकयो अनेन गुणः भवति कितिङिति च सूत्रं वदति कितिङिति च एकः गुणवृद्धिः न यदि प्रत्यय कित् ङित् वा ङित् अस्ति तस्य एकः गुणस्य एक प्रत्याहारे यः कोऽपि वर्णः आगच्छति अन्ते अस्ति अङ्गस्य अन्ते तस्य गुणवृद्धिः न भवति इति वदति अग्रे पठामि भगिनि आं भगिनि यक् प्रत्यय यकारादि कृत् सार्वधातुकयो भिन्नश्च अतः इकारान्तधातूनां दीर्घ आदेशो भवति इदानीम् अन्य मुख्यसूत्रम् आगच्छति जि योग यक् योग जीय जीयते अनेन लटि लोटि लिङि विधि लिङि च रूपाणि ज्ञायानि यक् प्रत्यय यदि यकारादि अस्ति कृत् सार्वधातुकयो भिन्न तत्र यदि कृत् सार्वधातुक कृत् प्रत्ययः नास्ति, अपि सार्वधातुकप्रत्ययः नास्ति, तस्य भिन्नसूत्रं यथा यकारादि आर्धधातुकमस्ति, यका यक् प्रत्यय आर्धधातुकमस्ति, कृत् नास्ति, अपि सार्वधातुकप्रत्ययः नास्ति, अतः तस्य इकारान्तस्य इ दीर्घं भवति, इ जि जीय भवति, जीयते, सर्वे सार्वधातुकलकाराणां प्रति रूपं भवति, लट्टि, लोटि, लिङि, विधि, लङि. अकृत्सार्वधातुक यो दीर्घः, अहं पठामि वा का अन्य पठ अन्य पठतु भगिनि. अस्तु भगिनि, लक्ष्मी भगिनी कृपया पठति, पठतु भगिनि. आं भगिनि, अत्र एकं नूतनं सूत्रमस्ति, अकृत् सार्वधातुकयोः दीर्घः इति सप्तमाध्याये अस्ति. अजन्ताङ्गस्य दीर्घादेशः भवति यकारादिप्रत्यये परे, किन्तु सः प्रत्ययः कृत्संज्ञकः सार्वधातुकः चेत् न भवति इति विषयः. अचश्च इति सूत्र इत्यनेन अचः एव दीर्घत्वं येन विधिस्तदन्तस्य अलोन्त्यस्य परिभाषासूत्रद्वयमस्ति. कृच्च सार्वधातुकं च कृत् सार्वधातुके, न कृत् सार्वधातुके अकृत् सार्वधातुके, तयोः अकृत् सार्वधातुकयोः अकृत् सार्वधातुकयोः सप्तम्यन्तं दीर्घः प्रथमान्तं द्विपदमिदं सूत्रम्. अयम् इति इत्यस्मात् इ इत्यस्य अनुवृत्तिः, अङ्गस्य इत्यस्य अधिकारः, अनुवृत्तिसहितसूत्रम् अचः अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः. इत्युक्ते अत्र जि धातोः प्रसङ्गे अस्माकं चिन्तनं प्रवर्तमानमस्ति. जि धातुः इगन्तधातुः, इकारः स्वीकारान्तधातुः अस्ति. तत्र सार्वधातुकार्थधातुकयोः इत्यनेन तत्र यद्यपि धातुः ईगन्तधातुः अस्ति, तथापि सार्वधातुक अर्थधातुकयोः इत्यनेन गुणकार्यं न भवति. तत्र यक् प्रत्ययः सार्वधातुकः नास्ति, आर्धधातुकः अस्ति इति कृत्वा क्निति च इति सूत्रेण गुणनिषेधः भवति. किन्तु अत्र रूपं तु कर्मणि प्रयोगे जीयते इति रूपं द्रष्टुं शक्नुमः. तत्र किमर्थं दीर्घत्वम् आयाति इत्युक्ते अकृत् सार्वधातुकयोः दीर्घः इति सूत्रेण जीयते इत्यस्मिन् दीर्घे इकारः श्रूयते. तत्र निमित्तानि परिशीलयामश्चेत् अजन्ताङ्गस्य इति उक्तमस्ति, इत्युक्ते जि इति तत्र अङ्गमस्ति, अत्र अजन्ताङ्गं, तस्य दीर्घादेशः भवति कदा इत्युक्ते यकारादिप्रत्ययपरे, इत्युक्ते यक् इति यकारादिप्रत्ययः, अपि च यक् प्रत्ययः कृत्संज्ञकः नास्ति, सार्वधातुकः अपि नास्ति, यक् प्रत्ययः आर्धधातुकप्रत्ययः, अतः अत्र अकृत् सार्वधातुकयोः दीर्घः इत्यनेन दीर्घत्वं भवति इति विषयः. अपि च अत्र परिभाषासूत्र यत्र कुत्रापि दीर्घादेशः इति सूत्रे उक्तमस्ति चेत् तत्र अचश्च इति सूत्रेण अचः दीर्घत्वम् इति स्वीकर्तव्यम्. अत्र ह्रस्वत्वं वा भवतु, दीर्घत्वम् अथवा प्लुता संज्ञान, तत्र तेषां कार्यं केवलम् अचुवर्णानाम् अचः एव दीर्घत्वम् इति इत्यस्य अवगमनार्थम् अचश्च इति सूत्रस्य प्रसक्तिः अत्र अस्ति. अपि च तत्र तदन्तविधिः कुत्र भवति इति परिशीलयामश्चेत् अलोन्त्यस्य इति परिभाषासूत्रेण अन्तिम अल्वर्णस्य स्थाने एव अत्र कार्यं भवति, दीर्घत्वं भवति इति. अपि च धन्यवादः भगिनी, पुनः एषः एव विषयः, पुनः एतदेव सूत्रं पुनः यङन्तधातूनामपि भवति, तत्रापि यकारः अस्ति खलु यङ् प्रत्ययस्य, तत्रापि समानकार्यं भवति, अजन्तधातूनां दीर्घादेशः भवति इति. अत्र सूत्रे इ इति लिखितमस्ति, इ इत्युक्ते यकारादिप्रत्यये परे इति अर्थः वा? आं भगिनि, इति आं भगिनि. इ इत्यनेन साक्षात् यकारादिप्रत्यये. अत्र यकारादि अत्र यकारादिप्रत्यये. आमां सत्यं भगिनि, तथा एव अस्ति. इत्युक्ते अस्मिन् सूत्रे केवलम् एकमेव पदमस्ति अकृत् सार्वधातुकयोः, अन्यानि पदानि अनुवृत्तरूपेण आयान्ति. दीर्घः दीर्घः अस्तु, दीर्घः इति प्रथमान्तं पदमस्ति इति कृत्वा दीर्घादेशः भवति. कुत्र इत्युक्ते अकृत् सार्वधातुकयोः, अपि च अचः अङ्गस्य. अस्तु, इति तत्र अनुवृत्तितः प्रमुखनिमित्तम् अनुवृत्तितः आयाति इति तत्र तु मम क्लेशः, स्मरणे क्लेशः भवति तादृशसूत्राणां. अत्र अत्र किञ्चित् नूतनं सूत्रमस्ति, अयङ् ईक् निति इति लिखितमस्ति. तत् सूत्रं यदि भवति अग्रे अग्रे आयाति भगिनि, तस्मिन् विषये अग्रे अधुना एव आयाति, अग्रिमे सप्ताहे परिच्छेदे अस्ति. ओ, न कृतवन्तः, एवम् एतावत् कृतवन्तः किं भगिनि? एतत् पूरयामः वयम्. मणिमहोदय पठति, महोदय पठति किं महोदय? एवमेव अच्छ इति यत्र यत्र दीर्घः प्लुतः च विधीयते तत्र तत्र अचः इति षष्ट्यन्तं पदम् आहत्य उपस्थितं भवति. परिभाषासूत्रम् अचः षष्ट्यन्तं च पदं द्विपदं सूत्रम् ऊकालो जिरस् वदीर् गुप्तस्य गप् लुप्तः इत्यस्मात् अचः इति ऊकालः इति वदामः. तर्हि एतम् सर्वेषां सन्धिकार्यं भूत्वा उ इति एव भवति. तर्हि उ कालः कीदृशः भवितुमर्हति? अच् तादृशः अश्वर्णः अस्ति चेत् अज् ह्रस्वः दीर्घः प्लुतः इति त्रिषु विभक्तः भवन्ति. तर्हि ह्रस्व उ इति ह्रस्वः साक्षात्, अनन्तरम् उ इति अस्ति चेत् दीर्घः, अनन्तरम् उ इति त्रिमात्रकालस्य अस्ति चेत् प्लुतः इति संज्ञासूत्रमस्ति. ऊकालः दीर्घः, ऊ इति त्रिमात्रकालः प्लुतः इति संज्ञासूत्रम्. इत्यस्मात् अचः ह्रस्वादीर्घो प्लुतः इत्यनयोः अनुवृत्तिः तत्र विभक्तिपरिमाणपरिणामे परिणामेन तृतीयन्तं भवति. ह्रस्वदीर्घ प्लुतैः शब्दैः अनुवृत्तिसूत्रं ह्रस्वदीर्घ प्लुतैः अचः च अचः. इदानीमेव लक्ष्मी भगिनी उक्तवती अत्र सार्वधातुकदीर्घः इति सूत्रेण अत्र दीर्घं भवति, अच परिभाषासूत्रेण एव दीर्घं भवति इति वदति. तदेव अत्रापि दत्तम्. एवमेव चि चि धातुः चीयते, श्रि श्रीयते, जिरि श्रीयते, जिरीयते, रीयते, पीपीयते इति रूपाणि भवन्ति. अकृतसार्वधातुकदीर्घ इति सूत्रेण ह्रस्व इकारस्य स्थाने दीर्घ ईकारः भवति. ईकारान्तधातूनामपि तदेव कार्यं, सार्वधातुकार्धधातुकयोः इत्यनेन गुणादेशः किञ्चित् साधु इत्यनेन गुणनिषेधः. अकृतसार्वधातुकयोः दीर्घ इत्यनेन दीर्घादेशः, अनेन अन्ततो गत्वा ईकारान्तधातुः यदावत् तिष्ठति. ह्रस्व ईकारः अस्ति चेत् सार्वधातुकार्धधातुकयोः इति सूत्रेण गुणः भवति, परन्तु किञ्चित् इति अस्ति यक् प्रत्ययः, अतः गुणनिषेधः. अनन्तरम् अकृतसार्वधातुकयोः दीर्घः इति सूत्रेण ह्रस्व ईकारस्य दीर्घः भवति, परन्तु दीर्घ ईकारः अस्ति चेत् तदेव तिष्ठति इति अत्र दत्तम्. नी यक् नीय नीयते, बि यक् बीय बीयते. अस्य अपवादः शीङ् धातुः, तत्रैव स्थापयामेव पठामेव महोदय. अत्र तत्तु महोदयेन न कृतं, यदि पठितुमिच्छति चेत् पठित्वा विरमामः. परन्तु न जानामि किमपि. भगिनि वर्गे चर्चा जाता कथम् अकृत सार्वधातुक यो दीर्घ तत् अच अङ्गस्य दीर्घ इति भवति. चत्री सूत्रम् अस्ति घुमास्ता गापा जाहादिसां, तत्रापि आत्वं अस्ति अङ्गे, तत्रापि अच् वर्ण अस्ति, कथं तस्य प्रसक्तिः नास्ति तत्र? किं बलाबलं किमिति तत्र अत्र तादृशचिन्तनं मम तु तादृश क्लेशः भवति एव. अत्र अचश इति सूत्रेण किम् उक्त, यत्र आत् पूर्वतनसूत्रं पश्यामः गुमा स्ताप् इति सा इति, तस्मिन् तु किम् उक्तवती उक्तमस्ति, आतः इति साक्षात् तपरकरणं कृतं खलु, आतः अङ्गस्य इत्यनेन तपरकरणं कृतम् इति कृत्वा आकारस्य स्थाने इति एव अस्ति. तत्र तु ह्रस्ववदीर्घ वा इति किमपि नास्ति, आत् इत्यनेन दीर्घ आकारस्य साक्षात् ग्रहणं भवति. भिन्नप्रश्नः एव तत्र न आयाति एव तत्र. अत्र किम् अस्ति, अत्र केवलं किम् उक्तम् अस्ति, अत्र पुनः पश्यामः चेत् अत्र कस्य अचः दीर्घः भवति, दीर्घः इ अकृत सार्वधातुकयोः इति उक्तम् अस्ति. तर्हि अत्र दीर्घः इति वदनेन कस्य दीर्घः इति प्रश्नः भवति खलु. सूत्रे तु न उक्तमस्ति, सूत्रम् एवमेव अस्ति, अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः इति दत्तम् अस्ति. तर्हि अचः इति तु न दत्तं, तर्हि अत्र इति इकारः तस्य अर्थमस्ति वा यक् तस्य यकारस्य सप्तमी विभक्तिः यकारः यकारपरे अस्ति, यकारस्य सप्तमी यकारपरे इति अर्थः, यकारस्य सप्तमी विभक्तिः इ इति अर्थमस्ति, निमित्तं परनिमित्तम् अस्ति इति, परनिमित्तिकं भवति. आम् आम् तथा. तर्हि अङ्गस्य दीर्घः इ अकृत् सार्वधातुकयोः एतावदेव सूत्रमस्ति. अचः इति कथं कुतः आयाति इत्युक्ते अत्र दीर्घः इत्युक्तमस्ति, प्रश्नः आयाति कस्य दीर्घः भवति, हल्वर्णस्य दीर्घं भवितुम् अर्हति किम्? यदि वयम् अहं वदामि लकारस्य दीर्घं त्वम् इति वदामि चेत् न भवति एव, हल्वर्णानां तु दीर्घ वा ह्रस्व वा प्लुतः वा इति संज्ञा एव न भवति, तत्र केवलं लकारः लकारः अस्ति, तकारः तकारः ककारः ककारः, तत्र तु किम् अस्ति मूर्धा इति तादृशभेदः, अभ्यन्तरप्रयत्नभेदः स्थानभेदः भवितुम् अर्हति, किन्तु ह्रस्वदीर्घप्लुतः इति भेदः तत्र न वर्तन्ते, हलन्तदा यत्र हल्वर्णाः सन्ति. किन्तु यत्र भवति अचुवर्णानामेव भवति इति वयं जानीमः एव, अतः अतः इति अचः इति आगच्छति. अत्र सूत्रम् अस्माकं अत्र पाणिनिना अपि दत्तमस्ति तस्य कृते, यत्र अचश इति सूत्रेण किं पाणिनिः उक्तवान् इत्युक्ते, अचश इति वदनेन किम् अस्ति, ह्रस्वदीर्घप्लुतैः अचः च अच् इति सूत्रेण, यत्र यत्र ह्रस्वः दीर्घः प्लुतः इति विधीयन्ते तत्र तत्र अचः इति दृष्ट्यन्तं प्रथम उपस्थितं भवति इति तत्र उक्तमस्ति, तावदेव अत्र. अन्यप्रश्नः अस्ति किम् एतावत् पर्यन्तं यत् अस्माभिः दृष्टं? प्रमुखतया पश्यामः चेत् किमर्थं यक् प्रत्ययः आर्धातुकसंज्ञकः इति प्रथमं स्मर्तव्यम्? किमर्थम् इत्युक्ते धातोः इति सूत्रे एव धातोः इति दत्तमस्ति, अनुवृत्तिः आगच्छति इति. द्वितीयं कार्यम् आसीत् सार्वधातुके इति निमित्तसप्तमी अस्ति इति कृत्वा, यत्र यत्र सार्वधातुकप्रत्ययः अस्माकं चतुर्णां लकाराणाम् एव सार्वधातुकप्रत्ययः धातोः साक्षात् अनन्तरम् आयाति, अन्यथा अन्यषड् लकाराणां कृते साक्षात् आर्धातुकप्रक्रिया उक्तः पाणिनिना, नो चेत् अन्य आर्धातुकप्रत्ययः मध्ये उपविशति इति कृत्वा लकारस्य एव स्थाने तस्मिन्नेव सोपाने उपविशति इति अवस्थायामेव उपविशति इति कृत्वा, तत्र तु यक् प्रत्ययस्य विधानं न भवति. किमर्थम् इत्युक्ते धातुभ्यः सार्वधातुकप्रत्ययः साक्षात् न भवति इति कृत्वा न विधानं भवति. अनन्तरं दृष्टवन्तः यक् प्रत्ययः कीदृशः वयं तु जानीमः कित् अस्ति इति कृत्वा त्रीणि सूत्राणि प्रमुखसूत्राणि सन्ति, कार्याणि सन्ति, निति च गुणनिषेधः, अनिदितां हलोपदाय नकारलोपः भवति, निति इत्यनेन नकारलोपः, अनन्तरं सम्प्रसारणकार्येण कार्यस्य कृते सूत्रद्वयं, वचिस्वपि यजादीनाम्, अनन्तरं गृहीजा वै यदि इति कार्यम्, अनन्तरम् अस्ति भावकर्मणोः इत्यनेन आत्मनेपदत्वं प्राप्नोति इति दृष्टवन्तः. अनन्तरम् अग्रे आसीत् अस्माकम् एजन्तदातूनामपि आत्मं भवति, तर्हि आकारान्तदातूनाम् एजन्तदातूनाम् उभयत्र तु आकारः एव भवति इति कृत्वा, तदनन्तरं अत्र अनन्तरं यते इति योजयामः, तर्हि ध्यायते, ग्लायते इति रूपाणि. अनन्तरं विशिष्टदातवः सन्ति, घुमस्ता, गापा, जहाति, सां, फली इत्यनेन विशिष्टधातूनां कृते आकारस्य स्थाने ईकारः आदेशः भवति, तर्हि अधीयते, मीयते, स्थीयते इति रूपाणि. अनन्तरं किं दृष्टवन्तः, यत्र इकारान्तः वा अचुवर्णः यत्र यत्र अन्ते आगच्छति, अकारम् आकारं विना अन्ये सर्वे यत्किमपि अचुवर्णः अन्ते आगच्छति चेत् आकारस्य कृते पृथक्तया उक्तमस्ति खलु, अन्ते कृत्वा अन्येषां सर्वेषां यत्र यत्र किमस्ति आकारः तु पूर्वमेव दीर्घत्वं तस्य तत्र तु प्राप्तः अस्ति, अत्र अन्यत्र सर्वत्र यत्र यत्र ह्रस्वत्वम् अस्ति चेत् तत्र तत्र दीर्घत्वं भवति इति सूत्रम् आसीत्, अकृत् सार्वधातुकयो दीर्घः इति सूत्रेण. तर्हि ह्रस्वैकारान्तदातूनां दीर्घैकारत्वं भूत्वा जि इति धातोः तु जीयते इति रूपं, धातुः साक्षात् दीर्घः अस्ति चेत् तत्र अकृत् सार्वधातुकयो दीर्घः इत्यस्य पुनः दीर्घवर्णः एव आगच्छति, पुनः यद्यपि दीर्घः अस्ति पुनः दीर्घस्य स्थाने दीर्घः भूत्वा नीयते इति एव रूपं तिष्ठति, एतावत् तिष्ठति इति दृष्टम्. उकारान्तानमपि समानमस्ति, अकृत् सार्वधातुकयो दीर्घः इति ह्रस्व उकारान्तानां दीर्घ उकारत्वं प्राप्नोति, दीर्घ उकारान्तधातूनां तु दीर्घत्वमेव तिष्ठति इति कार्यम् अस्ति. ऋकारान्तानामपि ऋकारान्तं द्रष्टव्यं, ऋकारान्तानां भिन्नकार्यमस्ति, केवलम् उकारान्तानाम् इकारान्तानाम् अस्य सूत्रस्य प्रसक्तिः प्राप्तिः भवति, यद्यपि ऋकारान्तानां प्रसक्तिः वर्तते किन्तु प्राप्तिः न भवति, विशिष्टसूत्राणि सन्ति इति. तर्हि अकारान्तानाम् ईकारान्तानाम् उकारान्तानां तु सरलानि कार्याणि सन्ति. तर्हि विरमामः. धन्यवादः भगिनी, धन्यवादः, धन्यवादः, धन्यवादः भगिनी.